नमस्कारः सर्वेभ्यः. अद्यतनन्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति परार्थ अनुमाने प्रतिबन्धकविचारः इति. तत्र 197 तमे पुटे द्वितीयपरिच्छेदः अस्ति, विपरीतनिश्चये सति का गतिः. तस्मात् तत्र रामप्रिया भगिनी पठति वा? आं महोदय. विपरीतनिश्चये सति का गतिः, यस्तु यः तु द्वितीयः विपरीतनिश्चयवान् तद्विषये अपि अस्ति विस्तरेण वक्तव्यम्. पर्वतः वह्नि अभाववान् इति निश्चयः यस्मिन् आत्मनि अस्ति तस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानं न भवितुम् अर्हति. एकस्मिन् सति परस्य उत्पादः न भवति इत्युक्तौ पूर्वः परस्य विरोधी प्रतिबन्धकः इति वा उच्यते. परश्च पूर्वस्य प्रतिबद्ध्यः, अतश्च प्रकृते पर्वतः वह्नि अभाववान् इति निश्चयः प्रतिबन्धकः, पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्ध्यम् इति च आगतम्. अस्तु, अत्र विपरीतनिश्चये सति का गतिः इति दत्तमस्ति. प्रथमं वयं गतसप्ताहे एकः पूर्वम् एकः भागः आसीत् किल, यत्र संशयः अस्ति परन्तु तत्र विरोधः नास्ति इति. श्रोतृद्वयम् आसीत् खलु, श्रोतृद्वयं प्राप्तम्. एकविधः श्रोता किं प्रथमम् अस्ति वह्नि सन्देहवान् इति आद्यः, द्वितीयमस्ति वह्नि अभावनिश्चयवान् इति द्वितीयः इति द्विविधः अस्ति. तत्र वयं प्रथमविधं गतसप्ताहे दृष्टवन्तः, यत्र पर्वतो वह्निमान् इति यत्र अनुमितिः उत्पद्यते तत्र वक्ष्यमाणप्रतिज्ञादिवाक्ये प्रतिपादितात् लिङ्गात् किं भवति अत्र, तत्र तस्य संशयः दूरीभवति इति दृष्टवन्तः वाक्यसमूहेन. इत्युक्ते अस्माकं पञ्च अवयववाक्येन तस्य यद् सन्देहः मनसि उत्पद्यते तत्तु दूरीभवति इति दृष्टवन्तः. तदेव वयम् उदाहरणमपि गगनं मेघाकुलम् इति संशयः यदा तस्य मनसि अस्ति तत्र यदा वन तस्य घनगर्जितं शृणोति चेत् तत्र निश्चयः गगनं मेघवत् इति तस्य सन्देहः दूरीभवति इति स्वार्थ अनुमानविषये दृष्टवन्तः. अनन्तरं परार्थ अनुमानविषये तादृशमेव परन्तु पञ्च अवयववाक्य वाक्यात् अनन्तरं तस्य संशयः दूरीभवति इति दृष्टवन्तः. इदानीं द्वितीयश्रोतारः विषये, तत्र द्वितीयः अस्ति विपरीतनिश्चयवान् इति. तत्र किं भवति इत्युक्ते यत्र पर्वतः वह्नि अभाववान् इति तस्य मनसि निश्चयः इति निश्चयज्ञानम् अस्ति चेत् तत्र पर्वतः वह्निमान् इति ज्ञानं न भवितुम् अर्हति. इत्युक्ते एकस्मिन् सति इत्युक्ते पर्वतः वह्नि अभाववान् इति ज्ञाने सति परस्य उत्पादः पर्वतः वह्निमान् इति परस्य उत्पादः न भवति. पूर्वः परस्य विरोधी प्रतिबन्धकः इति अपरनाम अपि अस्ति. परश्च पूर्वस्य प्रतिबद्ध्यः, पर्वतः वह्निमान् इति यद् ज्ञानम् अस्ति तद् पर्वतः वह्नि अभाववान् इति ज्ञानं प्रति प्रतिबद्ध्यः, पर्वतः वह्नि अभाववान् इति निश्चयः इति निश्चयज्ञानं तु प्रतिबन्धकः इति नामकरणं, पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्ध्यम् इति आगतम्. प्रथमश्रोतुः विषये यः संशयः यः अस्ति, संशयः निश्चयज्ञानं प्रति तत्र प्रातिकूल्यं नास्ति, आनुकूल्यमेव. संशयेन निश्चयज्ञानं न प्रतिबद्ध्यः भवति. वाक्यं श्रुत्वा यथा भवती उक्तं, वाक्यं श्रुत्वा अनुमितिः जायते, परामर्शः जायते, अनन्तम् अनुमितिः जायते संशयस्य मनसि. किन्तु द्वितीयश्रोतुः मनसि तादृश प्रतिबन्धकः अस्ति, तादृश अनुकूल्यं नास्ति, प्रतिबन्धकः अस्ति इति भेदः. अग्रे सरला भगिनी. इह पूर्ववाक्ये निश्चय इति लिखितं मया, द्वितीयवाक्ये ज्ञानम् इति च, एवंविध लेखनस्य अस्ति स्वारस्यं. निश्चय इत्यनेन यद् ज्ञानं वन्याभावम् एकमेव प्रकारतया अवगाहते तदेव ग्राह्यं भवति. ज्ञानशब्दस्तु संशयमपि बोधयति निश्चयमपि. तथा च यस्यास्ति निश्चयः इति उक्त्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्ध कर्तव्य चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मक आत्मकम् एव आवश्यकं, न तु संशयेन अपि ज्ञानस्य प्रतिबन्धः. वणितं न संशयस्य अप्रतिबन्धकत्वं सति अपि संशये भवति अस्माकं परतो महिनीमान् इति अनुमितिः. इह पूर्ववाक्ये निश्चय अथवा पूर्वपरिच्छेदे अन्तिम वाक्यमस्ति वहन्याभाववान् इति निश्चय प्रतिबन्धक. द्वितीयवाक्यमस्ति पर्वतवहनीमान् इति ज्ञानं प्रतिबद्धम् इति. सो यदि शास्त्रकारः लिखति निश्चय इति अस्ति वहन्याभाववान् तत् निश्चय अस्ति, किन्तु ज्ञानं द्वितीयवाक्यं ज्ञानं तत् प्रतिबद्ध अस्ति पर्वतवहनीमान् इति लेखनस्य स्वारस्यमिति. शास्त्रकारे मनसि तस्य आनन्दमनुभूतिः भवति इति महोदय उक्तवान्. लेखितुं तस्य मनसि आनन्दमनुभूतः भवति इति भवति स्वारस्यम् इति भावः अस्ति. एतद् वाक्यं कुत्र अस्ति? एतद् वाक्यं कुत्र अस्ति? निश्चयः ज्ञानमिति, निश्चय ज्ञानम् इति पूर्वपरिच्छेदे अस्ति. यस्य मनसि संशयः अस्ति तत् यदि तत् पञ्चवाक्यं श्रोतुं तस्य मनसि परामर्शज्ञानं आगच्छति तस्मात् अनुमितिः आगच्छति पर्वतवहिनी मान् इति ज्ञानं तत् अस्ति प्रतिबद्ध. एक श्रोता इति प्राप्नोति ज्ञानं. किन्तु यस्य मनसि अस्ति पर्वतवहिन्याभाववान् तत् अस्ति निश्चयात्मक तस्मिन् तत्र लेखकः न लिखति ज्ञानं, केवलं निश्चय लिखति. कारणं कि तत्र ज्ञानम् इति सामान्यज्ञानम् अस्ति, किन्तु वहन्याभाववान् इति निश्चय विशेषज्ञानम् अस्ति. अतः तत् भवति निश्चय अवच्छिन्ना ज्ञानम्. अतः लेखकः लिखति निश्चयः तत्र ज्ञानस्य प्रति इति महोदय उक्तवान् वर्गे. निश्चय इत्यनेन यत् ज्ञानं वहन्याभावम् एकमेव प्रकारतः अवगाहते तदेव ग्राह्यं भवति. यदि निश्चय आगच्छति मनसि निश्चयम् आगतः मनसि तत्र केवलं प्रकारता एका अस्ति. कीदृशप्रकारता अस्ति? वैन्याभाव साध्याभाव इति प्रकारता अस्ति. यदि एकं प्रकारता एका प्रकारता अस्ति तत् भवति निश्चयज्ञानं. संशयज्ञाने द्वे प्रकारते स्तः. एका अस्ति वैन्याभाव अस्ति, अन्य अस्ति वहन्याभावः नास्ति, मीन्स् वहनी अस्ति इति द्वे प्रकारे स्तः तत्र. सो तत् अस्ति संशयज्ञानं. किन्तु निश्चयज्ञानं केवलम् एकप्रकारतया तस्मिन् अवगाहते. यदि एकप्रकारता यस्मिन् अवगाहते तद् भवति निश्चय इति भवति ज्ञान. ज्ञानशब्दस्तु संशयमपि बोधयति निश्चयमपि. सो ज्ञानशब्देन निश्चयपि एक प्रकार एकविधज्ञानम् अस्ति. ज्ञानशब्देन बोधजाति निश्चयप्रकारकज्ञानं संशयप्रकारकज्ञानं द्वे ज्ञानं तस्मिन् आगच्छति ज्ञानशब्दे. तथा च यस्य अस्ति निश्चय इति उक्तवात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्य चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकम् एव आवश्यकं. यदि निश्चय वयं वदामः तस्मिन् ज्ञाने प्रतिबन्धक भवति. प्रतिबन्धक कस्य भवति? वहन्या वहनी अस्ति तस्य प्रतिबन्धक भवति. तस्य मनसि एकः निश्चयेन प्रकारता मनसि लभ्यते तस्य मनसि, अतः तत् भवति प्रतिबन्धक. तत् अस्ति प्रतिबन्धक संशय यस्य वहनी सति तस्य प्रति प्रतिबन्धक भवति. न तु संशयेन अपि ज्ञानस्य प्रतिबन्धः, किन्तु संशय ज्ञानं यस्य अस्ति तत्र प्रतिबन्धः नास्ति. वर्णितं संशयस्य अप्रतिबन्धकत्वं तु संशये ज्ञाने अस्ति वहनी अस्ति वा नास्ति तत्र प्रतिबन्धकं नास्ति. यथा वैन्याभाववान् पर्वतवैन्याभाववान् एतस्मिन् ज्ञाने निश्चय अस्ति एका प्रकारता. तत्यपि संशये भवति अस्माकं पर्वतो वहनीमान् इति अनुमिति. यदि संशयज्ञानम् अस्ति तत् ज्ञाने एव परामर्श ज्ञात्वा अनुमिति आगच्छति पर्वतो वहनीमान् इति. किन्तु निश्चयज्ञाने अनुमिति न आगच्छति, केवलं प्रतिबन्धक एव तिष्ठति तत् पर्वतवैन्याभाववान् इति. धन्यवादः. लक्ष्मी भगिनी स्वशब्दैः वदति वा किं बुद्धम् अस्मिन् परिच्छेदे? अतः प्रथमं यदा पूर्वं दृष्टवन्तः तत्र श्रोतारौ द्वौ स्तः, एकस्मिन् मनसि संशयः अस्ति वह्निः पर्वतः वह्निमान् न वा इति, अन्यस्मिन् मनसि पर्वतः वह्निः अभाववान् इति निश्चयज्ञानमस्ति तस्मिन् मनसि. तस्मिन् कोऽपि संशयः नास्ति, सः पर्वतः वह्निः अभाववान् एव सः चिन्तयति. यस्मिन् मनसि संशयः नास्ति तस्य कृते पर्वतः वह्निमान् इति ज्ञानं प्रतिबन्धकः इति उच्यते. अपि च एकनिमिषः, कः प्रतिबन्धकः? वह्निः अभाववान्, पर्वतः वह्निः अभाववान् इति प्रतिबन्धकः इत्युक्ते सः प्रतिबन्धकः. प्रतिबन्धकः इत्युक्ते नूतनज्ञानस्य अवगाहितुं न तत् अवगाहितुं तेन प्रतिबन्धिकेन नूतनज्ञानस्य अवगाहनं न भवति, अवगाहनं भवति. अतः प्रतिबन्धकः इति उच्यते, अब्स्ट्रक्षन् इति अहं चिन्तयामि. किन्तु अस्तु, पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्धं निश्चयात्मकः ज्ञानं प्रति पर्वतः निश्चयात्मकः पर्वतः वह्निमान् वह्नि अभाववान् इति ज्ञानं प्रति पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्धम् इति उच्यते. अस्तु, किमर्थं अत्र ग्रन्थकारः निश्चयः इति पदम् उपयोगं करोति? यत्र प्रतिबन्धकः इति यस्मिन् वाक्ये प्रतिबन्धकः इति पदम् अस्ति तस्मिन् वाक्ये निश्चयः अस्ति, अपि च द्वितीयवाक्ये यत्र प्रतिबद्धम् इति लिखितवान् तत्र ज्ञानम् इति पदम् उपयोगं कृतवान्, किमर्थम् इति सः अत्र विवृणोति. अस्तु, यत् ज्ञानम् अस्तु, वह्नि अभावं पर्वते वह्नि अभावः इति ज्ञानं निश्चयात्मकः ज्ञानं एकमेव प्रकारतया अवगाहते इति अत्र लिखितम्। एकमेव प्रकारतया इत्युक्ते पूर्वं अस्य पूर्वं 186 पेज् मध्ये पृष्ठसङ्ख्या मध्ये चित्रमस्ति खलु, तत्र एकः एव प्रकारता इत्युक्ते वह्नि वह्निनिष्ठप्रकारता वह्निनिष्ठप्रकारता निरूपित अत्र वह्नि अभावः प्रकारता खलु। आम् आमाम् यथा भूतलं घटवत् तत्र प्रकारता विशेष्यता संसर्गता अस्ति खलु, तथा अत्र पर्वतः इति विशेष्यः वह्नि अभावम् अभावः प्रकारता खलु। आम् किन्तु अभावः द्वितीयस्तरे अस्ति, अतः वह्निनिष्ठप्रकारता निरूपित विशेष्यता विशेष्यता विशेष्यता आश्रयः अभावः अहं सम्यक् न वदामि, अधुना तादृशवाक्यं कथं करणीयमिति भ्रमः अस्ति। किञ्चित् अग्रे आगच्छति इति मन्ये, किञ्चित् अग्रे ओ पुनः आगच्छति, अस्तु ओ अस्तु अस्तु अस्तु अस्तु केवलम् अत्र एवमेव एवमेव वदामि, तत्र एकः एव प्रकारता आवश्यकम् इत्युक्ते पञ्चवयववाक्यानि न आवश्यकम् इति न पञ्चवयववाक्यानि न तत्र तादृशदीर्घवाक्यं यदा पर्वतः वह्निमान् इति निरूपणार्थं दीर्घवाक्यं दीर्घवाक्यस्य प्रयोजनम् अभवत् यत्र अनेकवधाः प्रकारता अनेकवधाः विशेष्यता आसन् तादृशं न आवश्यकम् इति मन्ये खलु। अस्तु ज्ञानशब्दस्तु संशयमपि बोधयति निश्चयमपि, ज्ञानशब्देन ज्ञानं ज्ञानशब्देन संशयात्मकः ज्ञानं ज्ञानशब्दः संशयात्मकज्ञानं वा निश्चयात्मकज्ञानं ज्ञानं द्वयोपि बोधयति। यत् ज्ञानं निश्चयः अस्ति तत् ज्ञानं तत् ज्ञानं तस्य विपरीतज्ञानं प्रति प्रतिबन्धकः प्रतिबन्धकः भवति इत्युक्ते तथा च यस्य अस्ति निश्चयः इति युक्तत्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकमेव आवश्यकम्। यदि इत्युक्ते मनसि अत्र अत्र अत्र वह्नि अभावः पर्वतः वह्नि अभावः इति निश्चयात्मकः ज्ञानं तस्य विपरीतज्ञानं प्रति विपरीतज्ञानम् इत्युक्ते पर्वतः वह्निमान् तं प्रति एतत् निश्चयात्मकः ज्ञानं प्रतिबन्धकं यदि यदि यदि कस्यचित् ज्ञानं ज्ञानं प्रतिबन्धः स्वीकरणीयं तर्हि तत् ज्ञानं निश्चयात्मकं भवेत्। संशयज्ञानं संशयज्ञानेन प्रतिबन्धः न भवति संशयज्ञानं ज्ञानेन प्रतिबन्धं प्रतिबन्धकं न प्रतिबन्धं न भवति संशयज्ञानं संशयज्ञाने अत्र अप्रतिबन्धकत्वमेव अस्ति इत्युक्ते नूतनज्ञानं ग्रहीतुं तत् संशयज्ञानं संशयज्ञानेन नूतनज्ञानस्य ग्रहणार्थं कोऽपि प्रतिबन्धकं नास्ति। केवलं वदामि अत्र नूतनज्ञानं भवत्या उक्तं नूतनज्ञानमिति भवत्या उक्तं खलु, अत्र नूतनज्ञानम् इत्युक्ते विपरीतज्ञानमेव न तु भिन्नज्ञानं विपरीतज्ञानं भूतलं घटवत् इति ज्ञानस्य भवतः वह्नि अभवान् इति निश्चयज्ञानं भूतलं घटवत् इति ज्ञानं प्रति प्रतिबन्धकः नास्ति खलु, केवलं विपरीतज्ञानम् आपोसिट् ज्ञानं प्रति परन्तु वन्यमान् तं ज्ञानं प्रति अवश्यं प्रतिबन्धकः अस्ति. केवलं लैफ् क्लारिफै कर्तुम् इच्छामि. द्रोणमहोदय गर्गे उक्तवान् भूतलं घटवत् तस्य भवती भूतलनिष्ठ अनियोगिता निरूपति प्रतियोगिता आश्रय घट तथैव पर्वतवैन्यभाववान् इति भवती पर्वतनिष्ठ अनियोगिता निरूपति प्रतियोगिता आश्रयवहिनी इति साधु सत्यम् अनियोगी इति अधिकरणं खलु प्रतियोगी इति आधेयः तर्हि अधिकरणं पर्वतः अनियोगी तथैव अग्रे लक्ष्मी भगिनी पठति वा प्रतिबद्ध्यम् अग्रिमपरिचयम् प्रतिबद्ध्यं परम् उभयविधमपि ज्ञानं भवति पर्वतः वह्नि अभाववान् इति निश्चये सति पर्वतः वह्निमान् न वा इति संशयः न भवति नापि पर्वतः वह्निमान् इति विपरीतनिश्चयः अस्तु प्रतिबद्ध्यं परं प्रतिबद्ध्यं परम् उभयविधमपि ज्ञानं भवति प्रतिबद्ध्यं परं प्रतिबद्ध्यः इति पर्वतः वह्निमान् इति ज्ञानं तं परम् उभयविधमपि ज्ञानं भवति परम् इत्युक्ते उत्तरज्ञानम् ओ उत्तरज्ञानम् अस्तु अस्तु साधु यस्य मनसि वह्नि अभाव पर्वतः वह्नि अभाववान् इति निश्चयज्ञानम् अस्ति तस्य ज्ञानस्य प्रतिबद्ध्यं ज्ञानद्वयम् उभयविधं के ते यस्य मनसि पर्वतः वह्नि पर्वतः वह्नि अभाववान् इति निश्चये पर्वतः वह्निमान् इति ज्ञानं नास्ति एव अपि च पर्वतः वह्नि नापि पर्वतः वह्निमान् इति विपरीतनिश्चयः तत् विपरीतनिश्चयः अस्तु पर्वतः वह्निमान् इति संशयः न भवति पर्वतः वह्निमान् इति विपरीतनिश्चयः अपि नास्ति केवलं पर्वतः वह्नि अभाववान् इति निश्चयमेव यस्य मनसि अभाववान् इति ज्ञाननिश्चयम् अस्ति तस्य प्रतिबद्ध्यं परम् परम् इत्युक्ते उत्तरज्ञानं द्वयम् उभयविधं ज्ञानद्वयम् एकं संशयज्ञानं तन्न भवति एकं पर्वतवह्निमान् इति ज्ञानं तदपि न भवति ज्ञानद्वयं प्रतिबद्ध्यं तद् न केवलं मया सम्यक्तया न उक्तं तत्र नूतनज्ञानम् इत्युक्ते ज्ञानद्वयम् अत्र प्रतिबद्ध्यं यस्य मनसि निश्चितज्ञानम् अस्ति तस्य संशयः अपि नास्ति अपि च विपरीतज्ञानमपि नास्ति अस्तु अस्तु अत्र बहु सूक्ष्मरीत्या उक्तं यत् पूर्वं केवलं पर्वतः वह्निमान् इति एव स्वीक्रियमाणः अत्र तु तत्रापि इतोपि सूक्ष्मरीत्या उक्तं पर्वतः वह्निमान् न इति संशयः एव नास्ति अपि च पर्वतः वह्निमान् इति विपरीतनिश्चयमपि न भवति पर्वतः वह्निमान् इति नूतनज्ञानमपि न कदापि न भवति इति तत्र अंशद्वयं न भवति इत्युक्ते प्रतिबद्ध्यम् अस्ति कथं भवति इति अग्रे उच्यते किन्तु प्रतिबद्ध्यं भवति किमपि तत्र आवश्यकं मध्ये किमपि आवश्यकं किं तिस्रसम्भावना अस्ति एकमस्ति पर्वतवैन्या भाववान् निश्चय अन्य संशय अस्ति पर्वतवैनिमान् वा तृतीय अस्ति पर्वतवैनिमान् इति तिस्र सम्भावना भवति. उत्तरद्वय वहिनिमान् वा न वा संशय अपि पर्वतवहिनिमान् यस्य मनसि निश्चय अस्ति ते द्वे इति न आगच्छन्ति. यथा भवत्या उक्तं सूक्ष्मविषयः तु अस्ति किन्तु मुख्यविषयः अस्ति ज्ञानद्वयं प्रतिबद्धं. यस्य मनसि निश्चितम् अस्ति तस्य संशय अस्माकम् अनुभवः अस्ति खलु. यः सम्यक् जानाति किन्तु दोषं जानाति तस्य मनसि संशय एव नास्ति. अस्तु अग्रे रामप्रिया भगिनी पठति वा अतः अग्रिमपुटे. आं महोदय. अतः ज्ञानयोः प्रतिबद्धप्रतिबन्धकभावे आलोचनीये वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपमेव भवेदिति. प्रतिबद्ध्यं परम् उभयविधम् अपि सम्भाव्येत इति आदौ सर्वदा चिन्त्यम्. अत्र अतः ज्ञानयोः प्रतिबन्धकभावे आलोचनीये वक्तव्ये सति सप्तमी आलोचनीये वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपेण भवेत् इति. प्रतिबद्ध्यं प्रतिबन्धकं यदा ज्ञानयोः अस्ति तस्मिन् समये किं भवति? प्रतिबन्धकत्वेन अभिमतं निश्चयरूपेण रूपमेव भवेत्. पूर्वस्मिन् परिच्छेदे उक्तं तदेव पुनः किञ्चित् उक्तम् अत्र नूतनविषयः नास्ति साधु एव तदेव ज्ञानद्वयमस्ति खलु प्रतिबद्ध्य प्रतिबन्धक इति तत्र किम् आलोचनीये वा वक्तव्ये वा? अस्तु आलोचनीये वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपमेव भवेदिति. प्रतिबन्धकत्वेन अभिमतं किं वक्तुम् इच्छति? प्रतिबन्धकत्वम् इति पदेन निश्चयरूपमेव सूच्यते इति. ओहो अस्तु प्रतिबन्धक वक्तुम् इच्छति प्रतिबन्ध किं भगिनि? तावदेव तथैव अस्ति. प्रतिबन्धकत्वेन इति पदेन किं वक्तुम् इच्छति? निश्चयरूपज्ञानमेव सूचितम् अस्तु निश्चयरूपमेव भवेदिति. प्रतिबन्धकत्वम् इति पदेन तदेव सूचितमस्ति. अस्तु अनन्तरं प्रतिबद्ध्यम् इति परम् उभयविधमपि सम्भाव्येत इति यदा प्रतिबद्ध्यम् इति वदामः चेत् परम् इति यदा भवान् उक्तवान् उत्तरज्ञानम् उभयविधमपि सम्भाव्येत. उभयं विधम् अपि इत्युक्ते संशयः न भवति अनन्तरं विपरीतनिश्चयः इति ज्ञानद्वयं सम्भाव्येत इति सर्वदा वयं स्मर्तव्यम्. भवती व्याकरणवर्गे अस्ति खलु सम्भाव्येत कीदृशं पदं वदति वा? सम्भाव्येत इति प्रायः विधिलिङ्गि वा? विधिलिङ्ग् अपि च कर्त्री वा कर्मणि वा? प्रतिपद्यं परम् उभयविधमपि सम्भाव्येत एत ईत प्रायः कर्मणि प्रयोगः अपि च निजन्तरूपम् इति वाक्ये उक्तम्. ओ अस्तु विधिलिङ्ग्लक कर्मणि निजन्तरूपं सम्भाव्येत भूधातुः प्रायः भू एव किल अचोन्यनति इति भौ भवति तदनन्तरपि भावी आगच्छति तत्र कर्मणि इति भवति तदनन्तरं यक् यक् अस्तु आहत्य प्रतिबन्धकम् इति पदेन निश्चयरूपं भवेत्। प्रतिबद्ध्यं ज्ञानद्वयं, संशयमपि प्रतिबद्ध्यं, विपरीतज्ञानमपि इति अपि तदपि प्रतिबद्ध्यं, विपरीतनिश्चयज्ञानम्। अस्तु अग्रे भवती किम् इत्युक्ते अनुमिति रैट्? विपरीतनिश्चयज्ञानम् अनुमिति परतो वैनिमान् साधु अनुमति, किन्तु विशिष्ट अनुमति पर्वतो वन्यमान् इति ज्ञानं खलु, तथैव विपरीतनिश्चय भवति साधु साधु साधु तथैव रामप्रिया भगिनी इतोपि अग्रिमपरिचयं पठति वा। प्रकृते च यस्य पुरुषस्य पर्वतः वह्नि अभाववान् इति निश्चयः वर्तते, किं तस्य परामर्शात् अपि पर्वतः वह्निमान् इति अनुमितिः सम्भाव्यते? यदि नैव सम्भाव्यते तदा परोऽपि अग्निं प्रतिपद्यते इति पूर्वोक्तः परः वह्निसंशयवान् आद्यः एव ग्राह्यः न तु द्वितीयः। अस्तु, यदा प्रकृत उदाहरणे यस्य पुरुषस्य पर्वतः वह्नि अभाववान् इति निश्चयज्ञानं तस्मिन् मनसि वर्तते चेत्, किं तस्य परामर्शात् अपि पर्वतः वह्निमान् इति अनुमितिः सम्भाव्यते? तस्य मनसि तु इदानीं निश्चयज्ञानमस्ति पर्वतः वह्नि अभाववान् इति, परामर्शात् पर्वतः वह्निमान् इति अनुमितिः तस्य सम्भावना अस्ति वा न वा इति प्रश्नः। यदि नैव सम्भाव्यते, यदि तस्य सम्भावना एव नास्ति चेत् तदा परो अपि अग्निं प्रतिपद्यते इति पूर्वोक्तः परः वह्नि संशयवान् आद्यः एव ग्राह्यः न तु द्वितीयः। प्रथमविधश्रोतारः अस्ति वह्नि सन्देहवान् इति, तदेव वयं स्वीकर्तव्यम्, अस्माभिः स्वीकर्तव्यं न तु द्वितीयः। द्वितीयः तु वह्नि अभावः निश्चयवान् इति, परन्तु इदानीं तु तस्य मनसि निश्चयः एव अस्ति किल महोदय, किमपि तदेव प्रश्नः खलु, किं तस्य मनसि सम्भाव्यते वा? यदि न सम्भाव्यते तर्हि स्थूलक्षरैः लिखितं खलु पूर्वं 195, अनेन प्रतिपादितलिङ्गात् परः अपि अग्निं प्रतिपद्यते कथं भवितुमर्हति? तर्हि न, यदि न सम्भाव्यते तर्हि परः अपि अग्निं प्रतिपद्यते इति उक्तं खलु, परः अपरः अन्यः, तर्हि तस्मिन् वाक्ये परोपि अग्निं प्रतिपद्यते तस्मिन् वाक्ये परः कः? केवलं प्रथमविधश्रोता एव स्वीकर्तव्यः, न तु द्वितीयविधश्रोता यदि न सम्भाव्यते तर्हि तादृशस्थितिः आपतति। यदि न सम्भाव्यते तर्हि परः अपि अग्निं प्रतिपद्यते इति वाक्येन पर इत्युक्ते केवलं संशयवान् सूचितः, न तु द्वितीयविधश्रोता। तथा अस्ति वा? तथा न विवक्षा खलु, अग्रे आगच्छति। केवलं प्रथमविधश्रोता केवलं सः गृह्यते ग्राह्यः, न तु द्वितीयविधश्रोता। साधु लक्ष्मी भगिनी, साधु लक्ष्मी भगिनी अस्ति वा? हरि ओम्, साधु वा, बुद्धं वा? हरि ओम्, अस्तु किल, अस्तु किन्तु शृणोति वा इति न जानामि। तस्य नाम दृश्यते अत्र। अस्तु अग्रे सरेव, तर्हि सरला भगिनी अग्रे पठति वा? अतः अतः अत्र इत्थं व्यवस्था वक्तव्या, तत्र पूर्वोक्तेन विशेषणता सनिकर्षेण कस्यचित् पर्वतः वैन्यभाववान् इति अभावप्रत्यक्षं वा उत्पद्यताम्। वृक्षादौ वैन्याभावव्यापिज्ञानेन पर्वतः वैन्याभावव्याप्यवृक्षवान् इति परामर्शात् पर्वतः वैन्याभाववान् इति अनुमिति वा उत्पद्यताम्। कस्यचित् वञ्चकस्य पुरुषस्य पर्वते वह्नी नास्ति इति वाक्यात् शब्दबोधो वा जायताम्। एतत् तृतीयमपि निश्चयात्मकमेव ज्ञानम्। अतः एवंविधि निश्चयवतः पुरुषस्य न्यायश्रवणेन शब्दबोध उत्तरं पर्वतः वह्नी व्याप्य धूमवान् इति परामर्शतो उत्पत्तौ परामर्श उत्पत्तौ अपि प्रतिबन्धकस्य पूर्व उक्तस्य निश्चयस्य सत्त्वेन न उत्पद्यते एव अनुमितिः। अत्र अधोभागे दत्तमस्ति प्रमाणपरिगणने चतुर्विधानि प्रमाणानि यद्यपि परिगणितानि तथापि उपमानस्य वक्ष्यमाणशक्ति निर्णयां मात्रहेतुत्वात् तद् अतिरिक्तानि त्रीणि प्रमाणानि एव प्रकृतविषयो उपपादनाय स्वीकुर्मः। लक्ष्मीभगिनी आगतवती वा? न महोदय, अहं सुनीता अस्मि। ओ नमस्ते भगिनि। नमस्ते महोदय। नमस्ते महोदय, अधुना अहं अस्मि। पूर्वं किञ्चित् व्यस्ता आसम्, अतः न श्रुतम्। अस्तु, तत्र 198 तमे पुटे द्वितीयपरिच्छेदः अस्माभिः पठितं, तत्र भवत्याः प्रश्नः अस्ति वा? सम्यक् नास्ति महोदय। अहम् इत्युक्ते तत्र द्वितीयपरिच्छेदे यदि यदि यस्मिन् मनसि निश्चयात्मकः ज्ञानम् अस्ति वह्नि अभवान् इति, तस्मिन् मनसि यदि पर्वतः वह्निमान् इति अनुमितिः जायते न वा इति प्रश्नः खलु। अपि च पूर्वं पेज् 195 मध्ये तत्र दीर्घ स्थूलक्षरैः तत्र वाक्यानि सन्ति, तत्र अनेन प्रतिपादितलिङ्गात् परो अपि अग्निं प्रतिपद्यते। तत्र परो अपि परः इति पदेन परे पदेन वह्नि यस्मिन् मनसि वह्नि संशयः अस्ति तेनैव स्वीकरणीयः इति दत्तं खलु। सम्यक् सम्यक्। इदानीं सरला भगिनी अग्रिमपरिच्छेदं पठितवती, सा इदानीं प्रतिपादयति। अत्र अर्थ इत्थं व्यवस्था वक्तव्या। वयं जानीमः चत्वारः प्रमाणाः चत्वारि प्रमाणानि सन्ति ज्ञानस्य विषये, उपमिति अनुमिति शाब्दबोध अपि प्रत्यक्षं। किन्तु अत्र केवलं त्रीणि प्रमाणानि दत्तमस्ति, उपमिति इति न स्वीकृत्यमस्ति। तस्य कारणं किम् अस्ति? उपमानस्य वक्ष्यमाणशक्तिः निर्णयामग्रहेतुवात् तद् अतिरिक्तानि इत्युक्ते अहं समीचीनं न अवगतवती। महोदय उक्तवान् पदपदार्थयोः सम्बन्धशक्तिः अस्ति, ता शक्ति उपमान उपमिति उपमान तस्मिन् न आगच्छति। अतः प्रकृतौ यत् अस्माकम् उदाहरणम् अस्ति तत्र उपमानस्य न प्रतिपाद्यते तत्र। अतः केवलं त्रीणि प्रमाणानि स्वीकर्तव्यम् अस्ति अत्र कथम् इति वयम् इदानीं पठामः. पूर्वोक्तेन विशेषणता सन्निकर्षेण कस्यचित् पर्वत वैन्याभाववान् इति अभावप्रत्यक्षम् उत्पद्यता. यदि प्रत्यक्ष अभावप्रत्यक्षं यदा यस्य मनसि निश्चय ज्ञानं अस्ति तत् सः अभावप्रत्यक्षं पश्यति, इत्युक्ते सः वैन्य साध्यां न दृश्यते पर्वते, वैन्याभाववान् पर्वत इति तस्य मनसि अस्ति प्रत्यक्षज्ञाने इति तस्य कारणम् अस्ति प्रत्यक्ष अभाव. अपि कथं विशेषणता सन्निकर्षेण कथम् इति भवति, यदि चक्षुः इति इन्द्रियं पर्वतसंयोगः भवति, सो स्व इति भवति चक्षुः संयुक्त इति पर्वतस्व संयुक्त अभाव भवति विशेषणता प्रकारकज्ञानं, सो स्वसंयुक्तविशेषणता प्रकारकज्ञानम् इति तस्य मनसि उत्पद्यते. अतः अभावप्रत्यक्षम् इति एकं प्रकारः अस्ति. अन्यप्रकारः अस्ति अनुमिति. कथं यथा वयं पूर्वं दृष्टवन्तः षट् अशीति उत्तर एकशतं तमे पुटे दीर्घवाक्यं वयं दृष्टवन्तः अस्ति वैन्याभाव अधिकरणभाववृत्तित्वाभाव धूमाभाव इति धूमे इति व्याप्ति ज्ञानं पक्षधर्मता ज्ञानम्. अतः वैन्याभाव अधिकरणम् अस्ति वृक्षादौ इति अत्र उदाहरणं दत्तमस्ति. वैन्याभाव वृक्षादौ वैन्याभावव्याप्तिज्ञानेन पर्वत, यत्र वृक्षादौ वैन्याभावः अस्ति तादृश वृत्तित्वभाव भूमे अस्ति, तत्र तत् वैन्याभाव वैन्याभावव्याप्य वृक्षवान् इति परमाशतपर्वतः इति तत् धूमवान् पर्वतः इति नास्ति अत्र. सो वैन्याभाववान् इति अनुमिति उत्पद्यतां कस्यचित् मनसि. सो द्वितीय प्रमाणमस्ति अनुमितिज्ञानं, यस्य मनसि पर्वत वैन्याभाववान् अस्ति तत्र अनुमितिः अपि, यथा वृक्षे वैनी नास्ति अथवा वृक्षे तत्र वैन्याभाव व्याप्य धूमवान् धूमपि नास्ति, सो तद् धूमवान् इति नास्ति, अतः एतत् पर्वत अपि वैन्याभाववान् भवति अनुमिति अनुसारणम्. तृतीयप्रमाणम् अस्ति कस्यचित् वञ्चकस्य पुरुषस्य पर्वते वैनी नास्ति. एकं यथा रामः इति पर्वते वैनी नास्ति द्रष्टुम् आगच्छति, तत् श्यामं वदति शाब्दबोधेन, तत् यथा वयं उक्तवन्तः पूर्वं पञ्चवाक्यानि तत् महिनी नास्ति इति सः वदति. शाब्दबोधेन तस्य मनसि प्रमाण आगच्छति पर्वते वह्नी नास्ति. सो पर्वतवैन्याभाववान् इति अस्ति तस्य त्रीणि प्रमाणानि, प्रत्यक्षप्रमाण अभावप्रत्यक्षप्रमाणम् अस्ति एकं, द्वितीयमस्ति अनुमितिप्रमाणं यस्य वैन्याभाववृक्षवान् तथैव वैन्याभाववान् एतत् पर्वतः अनुमिति, तृतीय अस्ति शाब्दबोध यथा कोऽपि वक्तु कोऽपि वक्ता तस्मै वदति पर्वते वह्नी नास्ति इति शाब्दबोधः वा जायतम्. एतत् त्रयमपि निश्चयात्मक एव ज्ञानं, सो ये त्रीणि प्रमाणानि निश्चयात्मकज्ञानं प्रति सन्ति. अतः एवंविध निश्चयवत् पुरुषस्य न्यायश्रवणेन शाब्दबोधोत्तरं पर्वत वह्नी व्यापधूमवान् इति परमार्शोत्पत्तौ अपि प्रतिबन्धकस्य पूर्वोक्तस्य निश्चयस्य सत्त्वेन न उत्पद्यते एव अनुमति. सो तादृश पुरुष यस्मिन् निश्चयज्ञानम् अस्ति पर्वतवहन्याभाववान्, इदानीं यत् यदा पञ्चवाक्यानि यस् पञ्च अवयवाक्यानि न्यायश्रवणेन शब्दबोधातरम् इवन् शब्द प्रत्येकवाक्यं सः शृणोति शृणोति, तदनन्तरं समूहवाक्यस्य शब्दबोध आगच्छति, तत् परमार्शज्ञानं यत् उत्पद्यते पर्वतवहनी व्याप्तधूममान् इति परमार्शज्ञानम् अपि यदि अस्ति किन्तु तत् भवती अनुमति न आगच्छति तस्य मनसि कारणक तस्य मनसि प्रतिबन्धक निश्चय ज्ञानम् अस्ति पर्वतवहन्याभाववान् इति. अस्मिन् परिच्छेदे मुख्यविषयः अस्ति यस्य मनसि पर्वतः वह्नि अभाववान् इति निश्चयज्ञानम् अस्ति तद् ज्ञानं कथम् आगतम् इति प्रश्नस्य उत्तरम् अत्र अस्ति. कथं सः जानाति केन प्रमाणेन इति त्रिविधा प्रमाणत्रयं स्वीकृतं. लक्ष्मीभगिनी स्वशब्दैः वदति वा? तत्र प्रायः सः वृक्षादौ एकं तु अस्ति अभावप्रत्यक्षं सः पश्यति इत्युक्ते इन्द्रियसन्निकर्षेण सः अभावप्रत्यक्षं निरूपयति वृक्षे वह्नि अभावः अस्ति पर्वते वृक्षाणि सन्ति वृक्षाः सन्ति वृक्षे वह्नि अभावः इति प्रत्यक्षज्ञानं सः चिन्तयति. वह्नि अभावव्याप्तिज्ञानेन पर्वतः वह्नि अभावव्याप्य वृक्षवान् इति सः इति परामर्शः ज्ञानात् सः पर्वतः वह्नि अभवान् इति अनुमतिः. अस्तु, ओ अस्तु, एकनिमिषम्. अत्र प्रथमं चतुर्विधज्ञानानि इति प्रमाणानि इति दत्तं. तेषु अत्र अभावप्रत्यक्षम् अनुमति शब्दबोधो शाब्दबोधे एव अत्र अस्मिन् परिचये दत्तं. नीच् अतः लघु अक्षरैः किमर्थम् उपमानं न परिगण्यते इति दत्तम्. अहं तत् सम्यक् न अवगतं. तत् प्रत्यक्षज्ञानेन सः वन्यभाव अभावप्रत्यक्षस्य कृते पूर्वं वयं विशेषणतासन्निकृष्टरीत्या वाक्यानि दृष्टवन्तः. खलु चक्षुरिन्द्रियं सम्बन्धभूतलं घटाभावः तत्र संयुक्तविशेषणता इति सम्बन्धेन अभावप्रत्यक्षं जायते. आम् घट अभावः भूतले संयोगसम्बन्धः अस्तु. घटाभावः भूतले अस्तु चक्षुरिन्द्रियं अस्तु महोदय. क्षम्यताम्, अधुना यद्यपि एतत् सर्वं स्मरामि किन्तु किञ्चित् स्मरामि किञ्चित् वाक्यं तादृशवाक्यं रचनार्थम् अधुना तत्र केवलं सम्बन्धः संयुक्तविशेषणता इति सन्निकर्षः संयुक्तविशेषणता संयुक्तविशेषणता. आम् अस्तु अस्तु. चक्षुरिन्द्रियं संयोगसम्बन्धेन भूतले अस्ति अतः संयुक्तविशेष्यता संयुक्तविशेष्यतासम्बन्धेन चक्षुरिन्द्रियं भूतले घटाभावः विशेषणता ओ अस्तु प्रथम वामभागे वामभागे चक्रन्द्रे भूतलं पश्यति घटाभावः विशेषणम् अतः अस्तु संयुक्तविशेषणतासम्बन्धेन भूतले घटाभावः भूतलं भूतलं घट अभाववत् इति ज्ञानमस्ति तादृश तादृशविशेषणतासन्निकर्षेण अभावप्रत्यक्षम् अभावप्रत्यक्षम् इत्युक्ते वह्नि अभावप्रत्यक्षं सः सम्पादयति सः पर्वतः वह्नि अभावव्याप्त्यवृक्षवान् इति परामर्शतः वह्नि अभाववान् इति अनुमतिः अपि सः तस्मिन् कथं कथं कीदृशव्याप्तिः अस्ति कीदृश यत्र यत्र कथं भवति वाक्यं व्याप्तिवाक्यं कथं भवति यत्र यत्र यत्र यत्र धूम ओ अत्र अत्र तु यत्र यत्र वृक्षः तत्र तत्र वह्नि अभावः यत्र यत्र वृक्षः तत्र तत्र वह्नि अभावः इति वाक्यं तर्हि पर्वते वृक्षाः सन्ति तस्मात् ओहो वृक्षादौ वह्नि अभावः अस्ति तस्मात् पर्वतो अपि वह्नि अभाव्य अभावव्याप्य वृक्षवान् इति स्वीकरोति अस्तु अस्तु इति इति अनुमतिः जायते अनन्तरं शाब्दबोधः इत्युक्ते यदि कोऽपि वञ्चकः पुरुषः वदति पर्वते वह्नि नास्ति इति तेन तस्मिन् मनसि शाब्दबोधेन ज्ञानं जायते इति पर्वतः वह्नि अभाववान् इति इति अतः तस्य निश्चयात्मकः ज्ञानम् एतेन एतैः त्रयः मार्गैः उत्पद्यते प्रत्यक्षम् अनुमानं शाब्दबोधः तदनन्तरं यस्य यदि सः न्यायश्रवणेन इत्युक्ते पञ्चावयववाक्य वाक्ययुक्तन्याय श्रवणेन सः पर्वतः वह्नि व्याप्य धूमवान् इति सः शाब्दबोधं न इति सः शृणोति प्रतिबन्धकत्वात् परामर्शस्य उत्पत्तिः न भवति अतः अनुमतिः अपि न जायते न तथा नक्तं न्यायश्रवणेन शाब्दबोधो जायते शाब्दबोधोत्तरं किं पर्वतः शाब्दबोधोत्तरं पर्वतः वह्नि व्याप्य धूमवान् इति परामर्श उत्पत्तौ अपि प्रतिबन्धकस्य पूर्वोक्तस्य निश्चयस्य सत्त्वेन न उत्पद्यते एव अनुमतिः अस्तु परामर्शस्य उत्पत्तिः भवति परामर्शः वह्निमपि धूमवान् किन्तु परामर्शेन अनुमतेः ज्ञानं न अनुमतेः अनुमतिः न भवति प्रतिबन्धकस्य प्रतिबन्धकत्वात् अत्र न उत्पद्यते एव अनुमतिः किमर्थं पूर्वोक्तस्य प्रतिबन्धकस्य निश्चयस्य सत्त्वेन निश्चयज्ञानमस्ति खलु भवान् इति तेन तादृशज्ञानस्य सत्त्वेन अनुमतिः न एव उत्पद्यते इति सदनस्य आशा परामर्शः जायते तथापि अनुमतिः न जायते खलु अस्तु भगिनी अग्रे पठतु परन्तु यदि परन्तु यदि तस्यैव पुरुषस्य भवेत् इत्थं ग्रहः मम इन्द्रियं दुष्टम् अथवा मम परामर्शः भ्रमः अप्रमापर्वते वह्निर्नास्ति इति वक्ता वा अनाप्तः तदा प्रतिबन्धकीभूतनिश्चयस्य यत्यत् साधनं तत्र दुष्टत्वज्ञानेन तेन जायमाने निश्चये अपि अप्रामाण्यज्ञानं भवति, को अर्थः पर्वतः वह्नि अभाववान् इति प्रत्यक्षम्, अनुमतिः शाब्दबोधो वा न समीचीनः अप्रमा न विषयसाधकः इति तेन ज्ञायते, विरोधित्वेन अभिमतं ज्ञानं यदि न समीचीनमिति ज्ञायते तदा तस्य विरोधिता एव न भवति, तत्प्रतिबन्धकं नैव भवति, अतः तादृशस्य पुरुषस्य पूर्वोक्तः पर्वतः वह्निव्याप्तिभूमवान् इति परामर्शः उत्पद्यते चेत् भवति एव अनुमतिः पर्वतः वह्निमान् इति। एतादृशं च पुरुषम् अभिप्रेत्य सङ्ग्रहकृता उक्तं परो अपि अग्निं प्रतिपद्यते इति। अस्तु, एकनिमिषं, पूर्वस्मिन् परिच्छेदे उपमानस्य विषये मया विस्मृतं, तत्र उपमानमिति तत्र उदाहरणं अस्ति खलु, उपमानं कथं भवति, यथा किम् अपरः मृगः एवम् अस्ति, उपमानमिति तत्र उदाहरणत्वेन ज्ञानं भवति खलु, उपमानम् उपमितिः, तत् उपमानविषये लक्ष्यमानशक् हा तत्र शब्देन वदति, तत्र शक्तिनिर्णयमात्रकारणता नास्ति, तत्र शल्लाभगिन्या उक्तं तत्र शब्दपदार्थयोः पदपदार्थयोः यः सम्बन्धः अस्ति तादृशशक्ति निर्णयमात्रकारणता कारणतत्वात् तथा तादृश तथा न वक्तुं शक्नुमः, उपमानरूपेण एतादृश ज्ञानं न भवति, उपमानं कथं वदामः पर्वतः बह्नि अभाववान् इति विषये, तादृशशक्तिः नास्ति, तादृशवाक्यं न भवति इति। सम्यक् न अवगतम् इत्युक्ते तत्र शाब्दबोधेन शाब्दबोधः तु भिन्न अत्र किमर्थं शब्दस्य शक्तिः पदपदार्थयोः शक्तिः इति आनीतं, शाब्दबोधः तु नास्ति खलु, शाब्दबोधः साक्षात् वदति खलु रामः श्यामः पर्वते वह्नि नास्ति इति साक्षात् वदति, अत्र उपमानविषये किञ्चित् उदाहरणत्वेन वक्तव्यं भवति, मयापि सम्यक्तया नावगतं तादृश किमपि वर्गे उक्तम्, अधिकं न उक्तम् अस्मिन् विषये, प्रश्नः अस्ति चेत् पुनः पृष्टव्यं, महोदयं पृष्टव्यम्। अस्तु अस्तु, पूर्वम् उपमानं न पठितवन्तः खलु, प्रत्यक्षस्य विषये दीर्घ चर्चा अभवत्, अनन्तरम् अधुना अनुमिति इति अनुमति तस्य तदर्थं चिन्तयामि, अग्रे वक्ष्यमाणः अस्ति इति अग्रे आगच्छति, तत्र प्रायः इतोपि स्पष्टं भवति। अस्तु अस्तु, अस्मिन् तृतीयपरिच्छेदे अस्तु ओके, पुरुषस्य मनसि निश्चयात्मकः ज्ञानम् अस्ति पर्वतः वह्नि अभवान्, किन्तु यदि तेनैव तस्मिन् पुरुषे नूतन अन्यविधज्ञानम् उत्पद्यते, इत्युक्ते सः मम इन्द्रियं दुष्टम् अथवा मम परामर्शः भ्रमः अथवा यः अप्रमा पर्वते इत्युक्ते यः पुरुषः पर्वते वह्नि नास्ति इति वदति सः अनाप्तः, तस्य वाक्यं न किं असमीचीनं असमीचीनम् इति नाट् टु बि बिलीव् इति मम मनसि आगच्छत् विश्वासः तथापि यदि एते त्रयः प्रकारः ज्ञानानि तस्मिन् मनसि उत्पद्यते तदा प्रतिबन्धकीभूतनिश्चयस्य यत्यत् साधनं प्रतिबन्धकज्ञानं प्रति प्रतिबन्धकज्ञानं प्रति पूर्वोक्तपरिच्छेदे अभावप्रत्यक्षम् अनुमतिशाब्दबोधः ते सर्वे साधनं खलु ते सर्वे साधनम् इति वक्तुं शक्यते वा प्रतिबन्धकज्ञानं प्रति प्रति अस्तु अस्तु यत् कारणं तत् दुष्टत्वज्ञानेन तेन जायमाने निश्चये अपि अप्रामाण्यज्ञानं भवति अस्तु यत् यत् एतादृशनूतन ज्ञानम् इत्युक्ते मम इन्द्रियं दुष्टं मम परामर्शः भ्रमः नो चेत् वक्ता अनाक्तः इति एतादृशनूतनज्ञानेन दुष्टत्वज्ञानेन निश्चयज्ञानम् अप्रामाण्यज्ञानम् इति मनसि मनसि जायते खलु यतोहि तादृशज्ञानस्य साधनं तत्र क्वश्चन् मार्क् भवति तत्र दुष्टत्वं भवति साधने संशयः अस्ति सम्यक् सम्यक् नास्ति इत्युक्ते दुष्टत्वज्ञानेन अप्रामाण्यज्ञानस्य निश्चय अप्रामाण्यज्ञानस्य नाशनं भवति इत्युक्ते पर्वतः वह्नि अभवान् अत्र दुष्टत्वज्ञानम् इत्युक्ते किं दुष्टत्वज्ञानम् इत्युक्ते मम इन्द्रियः दुष्टः इत्युक्ते मम चक्षुरिन्द्रियेण यः सः अभावः सः चक्षुरिन्द्रियेण इत्युक्ते साधनस्य दुष्टत्वम् इति ज्ञानेन तेन जायमाने निश्चयज्ञाने अपि तदा अप्रामाण्यं भवति यथा साधने दुष्टत्वं ज्ञायते तथा तेन साधनेन यद् निश्चयज्ञानं जायमानम् आसीत् तदपि अप्रामाण्यम् इति साधितं भवति खलु यदा साधने दुष्टत्वं ज्ञायते तदा तादृशसाधनेन जायमानज्ञानम् अप्रमा इति नूतनज्ञानं भवति इत्युक्ते अत्र पर्वतः वह्निः भवान् इति प्रत्यक्षम् अनुमतिः शाब्दबोधो वा न समीचीनः अप्रमा न विषयसाधकः इति तेन ज्ञायते विरोधित्वेन अभिमतं ज्ञानं यदि न समीचीनमिति ज्ञायते तदा तस्य विरोधिता एव न भवति तत् प्रतिबन्धकं नैव भवति यदा सः साधनस्य दुष्टत्वं जानाति तदा प्रतिबन्धकं गच्छति अपगच्छति इत्युक्ते इत्युक्ते अप्रमा ज्ञानं प्रतिबन्धकज्ञानं प्रति विरोधः किं भगिनि अप्रमा अप्रमा इत्युक्ते पूर्वं यद् निश्चयज्ञानम् आसीत् तदेव ज्ञानम् इदानीं साधनस्य दुष्टत्वज्ञानेन निश्चितज्ञानम् अप्रमा इति साधितम्. निश्चितज्ञानम् अप्रमा इति साधितम्. अस्तु, वह्नि अभाववान् इति प्रत्यक्षम् अनुमिति वा शाब्दवधो वा न समीचीनः, अप्रमा, न विषयसाधक इति सः जानाति. पूर्वं मम निश्चितं ज्ञानम् आसीत् पर्वतवह्नि अभाववान् इति निश्चितं ज्ञानं, तत् ज्ञानम् असमीचीन, अप्रमा, न विषयसाधकः इति सः इदानीम् अवगच्छति. खलु? अस्तु अस्तु. आम्, विरोधित्वेन, अत्र विरोधी इत्युक्ते विरोधित्वेन अभिमतम् इत्युक्ते अस्मिन् उदाहरणे पर्वतः वह्निः अभवान् इति विरोधात्मकः ज्ञानं न समीचीनम् इति तस्मिन् मनसि सः उत्पद्यते. पूर्वं निश्चितज्ञानं यद् विरोधित्वेन स्थितम् आसीत्, प्रतिबन्धकः आसीत्, यदि न समीचीनम् इति सः जानाति, झट् इति किं विरोधिता एव न भवति, तत् प्रतिबन्धकम् अधुना तत् प्रतिबन्धकं न भवति. यदि अधुना प्रतिबन्धकस्य नाशनम् अभवत्, यदा प्रतिबन्धकस्य नाशनं भवति तदा तस्य पुरुषस्य पूर्वोक्तः पर्वतः वह्निः व्याप्य धूमवान् इति परामर्शः उत्पद्यते. तादृशपुरुषस्य मनसि यदा तस्य प्रतिबन्धकः अपगच्छति, प्रतिबन्धकः कथम् उपगच्छति इत्युक्ते सः तस्य साधनस्य दुष्टत्वं तस्मिन् मनसि आगच्छति, नूतनज्ञानम् आगच्छति, दुष्टत्वम् इति ज्ञानम् आगच्छति, तेन निश्चयात्मकः प्रतिबन्धकम् अपगच्छति. तदानीं तस्य पुरुषस्य तदानीं पर्वतः वह्निः अपि धूमः इति परामर्शः उत्पद्यते, मनुमतिः अपि उत्पद्यते चेत् वह्निमान् इति परामर्श उत्पद्यते चेत् अग्रे पर्वतः वह्निमान् इति अनुमतिः जायते. पूर्वोक्तं परिच्छेदे इत्युक्ते पेज् 195 परो अपि अग्निं, तत्र परः इति शब्देन तादृशपुरुषः अपि सङ्ग्रहकर्ता अभिप्रेतः. सम्यक्. अस्तु, रामप्रिया भगिनी स्वशब्दैः वदति वा? अस्तु, अत्र मुख्यविषयः कथं निश्चितज्ञानस्य अप्रमा साध्यते इति अत्र उक्तं, वदतु कृपया. आम् आं महोदय, अत्र यदा वयं पूर्वस्मिन् परिच्छेदे यत् दत्तमस्ति अभावप्रत्यक्षम् अनुमितिः शाब्दबोधः इति प्रमाणस्य त्रिविधं वयं दृष्टवन्तः, उपमानम् अत्र नास्ति. अस्मिन् परिच्छेदे तदेव पुनः तत्र यदा पुरुषस्य मनसि मम इन्द्रियः दुष्टम् इत्युक्ते तस्य अभावप्रत्यक्षस्य विषये सः चिन्तयति मम इन्द्रियं दुष्टम् इति, अनन्तरं तस्य अनुमितिः विषये सः चिन्तयति मम परामर्शः भ्रमः इति, अनन्तरं यदा तद् अन्यस्य वञ्चकस्य पुरुषस्य वञ्चकः पुरुषः यदा तं वदति पर्वतः वह्निः नास्ति इति शाब्दबोधेन यद् ज्ञानं सः श्रुतवान् पूर्वं, तदपि सः इदानीं चिन्तयति पर्वते वह्निः नास्ति इति वक्ता वा अनाप्तः इति तस्य मनसि इदानीं यत् प्रतिबन्धकभूतनिश्चयज्ञानं पूर्वम् अस्ति तद् इदानीं दुष्टत्वज्ञानेन इत्युक्ते आ, दुष्टत्वज्ञानम् इत्युक्ते एतदेव, एतद् इन्द्रियः दुष्टं वा परामर्शः भ्रमः वह्निः नास्ति इति अनाप्तज्ञानम् इति साधनस्य दुष्टत्वज्ञानेन तस्य निश्चयज्ञानम् इदानीं आप्रामाण्यज्ञानं भवति. तदवगतम्. इदानीं साधने साधने दुष्टता. आम्, अतः इदानीं किं भवति इत्युक्ते तस्य पर्वतः वह्नि अभाववान् इति यदा तत् प्रत्यक्षम् अनुमितिः शाब्दबोधः न समीचीनः वा अप्रमा न विषयसाधकः इति तस् इति इदानीं सः जानाति. अनन्तरं विरोधत्वेन अभिमितं ज्ञानम् इत्युक्ते यद् ज्ञानं निश्चितज्ञानं तस्य मनसि पूर्वम् आसीत् तद् इदानीम् असमीचीनम् इति ज्ञात्वा तस्य विरोधता एव इदानीं नास्ति. अतः तद् प्रतिबन्धकज्ञानं यद् पूर्वम् आसीत् तद् इदानीं न भवति. इदानीं प्रतिबन्धकः एव नास्ति तस्मिन् मनसि, तद् निश्चयात्मकज्ञानमपि नास्ति. इदानीं सः पर्वतः वह्निमान् इति अनुमितिज्ञानं तस्य मनसि उत्पद्यते. अतः एव यदा वयं पूर्वं प्रथमपरिच्छेदे दृष्टवन्तः परोपि अग्निं प्रतिपद्यते इति, अन्या अपि अग्निं प्रतिपद्यते इति सङ्ग्रहकारः यद् उक्तवान् तद् निरूपितं भवति इदानीं. तर्हि आहत्य यस्य कश्चित् मनसि विपरीतनिश्चितज्ञानम् अस्ति चेत् तत् अप्रमा इति साधनीयं चेत् तद् ज्ञानस्य प्रमाणं दुष्टम् इति साधनीयं खलु तद् अस्माकं सामान्यजीवने तदा सन्दर्भः आगच्छति. केन इति ज्ञातं तत् साधनमेव दुष्टम् इति ज्ञात्वा प्रतिबन्धकः नष्टः भवति. प्रश्नः अस्ति वा लक्ष्मी भगिनी अस्मिन् सरला भगिनी परिचय तर्हि अग्रे पठतु रमप्रिय भगिनी एव. यस्याः तु यस्यस्तु पर्वतः वह्नि अभाववान् इति निश्चयः इन्द्रियादिसाधनेषु न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति एव इति न्यायवाक्यश्रवणेन परामर्शे उत्पन्ने अपि न भवत्येव. पर्वतः वह्निमान् इति अनुमितिः इति पूर्वम् उक्तमेव इति अलं विस्तरेण. अस्तु, इदानीं पर्वतः वह्नि अभाववान् इति यद् पूर्वं निश्चयज्ञानमासीत् इन्द्रियादिसाधनेषु न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति एव. इन्द्रियादिसाधनेषु इत्युक्ते यद् वयम् इदानीं दृष्टवन्तः, मम इन्द्रियं दुष्टं, मम परामर्शः भ्रमः, पर्वतः वह्नि नास्ति, वक्ता वा अनाप्तः इति साधनेन दोषज्ञानं न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति. निश्चयज्ञानस्य प्रतिबन्धकत्वम् इदानीं नास्ति, प्रतिबन्धकत्वं नास्ति किल, न अस्ति, न नश्यति, अस्ति एव नश्यति. आम् अवगतम्. इन्द्रियादिसाधनेषु दोषज्ञानं न जानाति, न जानाति तस्य किं इति न्यायवाक्यश्रवणेन परामर्शे उत्पन्ने अपि न भवति एव पर्वतः वह्निमान्. न्यायवाक्यश्रवणेन इत्युक्ते अस्माकं पञ्चावयववाक्यश्रवणेन अपि तस्य मनसि परामर्शः उत्पन्न परामर्शः तु उत्पन्ना भवति, परन्तु अनुमितिज्ञानं न उत्पन्ना. अतः तस्य मनसि पर्वतः वह्निमान् इति अनुमितिज्ञानं न उत्पन्ना भवति. इत्युक्ते केवलम् इन्द्रियादिसाधनेषु दोषज्ञानं दर्शनेन एव प्रतिबन्धकः नश्यति. इन्द्रियादिसाधनेषु दोषज्ञानं न स्वीकरोति चेत् तर्हि प्रतिबन्धकत्वम् अस्ति एव, प्रतिबन्धकत्वम् अस्ति एव. तस्य मनसि विपरीतज्ञानं न भवति, न भवितुम् अर्हति. तं प्रति ग्रन्थकारः न उक्तं, तम् अभिप्रेत्य न उक्तम् इति. पूर्वस्मिन् परिचय अन्तिमवाक्यमासीत् खलु, एतादृशं पुरुषम् अभिप्रेत्य सङ्ग्रहः कृता उक्तं. कीदृशं? यः प्रमाणे दोषं पश्यति, दुष्टं पश्यति, यः प्रमाणे दोषं न स्वीकरोति वा न पश्यति, न दोषज्ञानम् इन्द्रियादिसाधनेषु, तं प्रति किं किं वदामः? अलं विस्तरेण इति वदति. किं त्यजतु? सः तथैव तिष्ठति, दुष्टज्ञानेन, दोषज्ञानेन, अप्रह्मज्ञानेन इति. अस्तु, तावदेव पठितं. प्रश्नः अस्ति वा? किमपि कामेण्ट् अस्ति वा? न महोदय, स्पष्टम्. सर्वं विस्तरेण पठित्वा अनन्तरम् अलं विस्तरेण सर्वदा. तथा अस्ति शैली. अस्तु, तर्हि विरमामः. धन्यवादः, शुभरात्रिः. धन्यवादः, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय.